नमस्कारः. अद्य धातुपाठे हल्सन्धिः अभ्यासः अनुवर्तते. तर्हि ब्रज् इति धातोः यङ्लुगुन्तरूपं बा ब्रज् इति अस्ति. तर्हि सुब्रह्मण्यमहोदय आरम्भं करोति. प्राप्रच् वयं गतसप्ताहे वयं पूर्णं कृतवन्तः. तर्हि अद्य बा ब्रज् आरभ्य कुर्मः. आं भगिनि, अत्र ब्रज् इति धातुः अस्ति. बाभ्रज् इति अत्र यङ्लुगन्तधातुरूपम्. इदानीम् अत्र बाभ्रज् योगः ति. अत्र प्रथमम् अत्र धातोः अन्ते संयोगः अस्ति, तदनन्तरं झल् प्रत्याहारस्य वर्णः अस्ति तकारः. अतः स्कोः संयोगाद्योरन्ते च इत्यनेन पूर्वस्थितस्य सकारस्य लोपः भवति. बाभ्रज् योगः ति. इदानीम् अत्र पुनः झल् प्रत्याहारस्य वर्णः अनन्तरम्. अतः व्रश्च भ्रश्च सृजमृज यज राजभ्राजच्छशां षः इत्यनेन अत्र जकारस्य स्थाने षकारः. बाभ्रश् योगः ति. इदानीमत्र पूर्वं षकारः अनन्तरं तकारः. षकारस्य प्रभावेन तकारः टकारः भवति ष्टृनाष्टुः इत्यनेन. बाभ्रश् योगः ति. इदानीम् अत्र पूर्वं षकारः झल्वर्णः, अनन्तरं टकारः खर्वर्णः. खरि च इत्यनेन अत्र षकारस्य स्थाने षकारादेशः. इदानीं बाभ्रश् योगः टि, बाभ्रष्टि वर्णमेलनं भूत्वा अग्रिममस्ति बाभ्रज् योगः इति. तत्र स्कोः संयोगाद्यरन्ते च इत्यनेन सकारस्य लोपः भवता कृतः वा? कृतं महोदय, प्रथमं तदेव कृतवान्. तद् तत् पदान्ते एव भवति वा, नो चेत् झलिपरे अपि भवति वा? तत्तु झलिपरे भवति अवश्यं, झलिपदान्ते चापि पदान्ते अपि अस्ति महोदय. अस्तु. यद्यपि अत्र पदान्ते अस्ति चेत् संयोगान्तस्य लोपः इति भवितुमर्हति, परन्तु अत्र स्कोः संयोगाद्योरन्ते च एव कार्यं करोति यदि यद्यपि पदान्ते अस्ति. पदान्ते अस्ति चेत् अपि तदेव कार्यं करोति. किमर्थम् इत्युक्ते प्रभाद्य कार्यं करोति खलु. आं भगिनि, संयोगान्तस्य लोपः इति वदामः चेत् अन्तिमवर्णस्य एव लोपः, अन्तिमवर्णस्य भवति, परन्तु स्कोः संयोगाद्योरन्ते च इत्यनेन पूर्वस्थितस्य सकारस्य भवति. बाभ्रश्च योगः इति. इदानीमत्र इति अत्र पित् प्रत्ययः, अपि च अजादिपित् अस्ति. अतः अत्र अपि च कोऽपि गुणकार्यस्य प्रसक्तिः अपि नास्ति अत्र धातोः. अतः इदानीं किं भवति इत्युक्ते, प्रथमम् अत्र सकारः अस्ति, अनन्तरं जकारः अस्ति धातोः. अतः अत्र जकारस्य प्रभावेन सकारस्य स्थाने षकारादेशः भवति स्तोः ष्टुनाश्चुः इत्यनेन. अतः बाभ्रज् योगः इति. इदानीमत्र षकारः अनन्तरं जकारः धातोः अन्ते. अत्र अतः अत्र जकारः झष्वर्णः, अपि च षकारः झल्वर्णः भूत्वा झलां झलां झषि इत्यनेन अत्र षकारस्य स्थाने जकारादेशः वर्गीयतृतीयसदस्यः अत्र भूत्वा अत्र जकारद्वयं. बाभ्रज् योगः इति, बाभ्रज्जीति इति रूपं भवति अत्र. अनन्तरम् अत्र बाभ्रज् योगः तः इदानीं तः इति पूर्वं तु अत्र बाभ्रज् अत्र सम्प्रसारणं भवति स्म, परन्तु अत्र गृहीज्य इति सूत्रे भृज्यति इति अस्ति, अतः अत्र धातुनिर्देशं स्थिप्रत्ययेन कृतमस्ति, अतः यङ् लुकि यद्यपि नित् प्रत्ययः इत्युक्ते अत्र अपित् भूत्वा नित्वत् भूत्वा अत्र सम्प्रसारणं भवति स्म, परन्तु यङ् लुकि नितिप्रत्ययपरे यः धातुः स्थिप्रत्ययेन निर्दिष्टम् अस्ति निर्दिष्टः अस्ति तस्य सम्प्रसारणं न भवति, अतः इदानीं बाभ्रस् योगः तः किं भवति इत्युक्ते प्रथमम् अत्र सकारस्य लोपः स्कोः संयोगाद्य अन्ते च इत्यनेन, अनन्तरं किं भवति तकारः झल् प्रत्याहारस्य वर्णः, अतः इदानीम् अत्र बाभ्रज् योगः तः अत्र व्रश्च भ्रश्च भृज सृज मृज एजराज भ्राजच्छशां षः इत्यनेन अत्र जकारस्य षत्वं बाभ्रश् योगः तः ष्टुनाष्टुः भूत्वा बाभ्रष्टः इति भवति, अत्र खरिच इत्यस्यपि प्रसक्तिः अपि च कार्यं परन्तु कोऽपि परिवर्तनं न भवति. इदानीं बाभ्रज् योगः अति अति इति प्रत्यय तत्र केन सूत्रेण सम्प्रसारणं बाधितं भवति स्थिप् प्रत्ययः इति भवता उक्तं, किन्तु सूत्रं अत्र वयं गतसप्ताहे दृष्टवन्तः, इत्युक्ते अत्र गृहीज्य इति सूत्रे चत्वारः धातवः इकारान्तः, पञ्चधातवः स्थिप्रत्ययेन अत्र धातुनिर्दिष्टाः, अतः अत्र एकं व्याख्यानम् अस्ति किमित्युक्ते यः धातुः स्थिपा स्थिप्रत्ययेन निर्दिष्टः भवति यत्किमपि सूत्रे तस्य सूत्रस्य कार्यं यङ्लुकि न भवति इति. किमपि परिभाषा अस्ति महोदय, स्थिपानिर्देशेन यत् कार्यं विदधाति तत्र यङ्लुकि तादृश न सूचितवान् महोदयः, परन्तु व्याख्याने तथा अस्ति, अत्र भुवादिकनि पाठे वयं पठितवन्तः गतसप्ताहे पुनःस्मरणरूपेण एकवारम्, परन्तु अत्र कोऽपि किमपि किमपि किमपि वार्तिकं न दत्तमस्ति भगिनि यथा अहं जानामि, परन्तु व्याख्यानमेव दत्तम् अस्ति. यः कोऽपि धातुः स्थिप्रत्ययेन निर्दिष्टं भवति सूत्रे यङ्लुकि तस्य सूत्रस्य प्रसक्तिः न भवति. अत्र बाभ्रज् योगः अति इदानीम् अत्र प्रथमपुरुष बहुवचने अत्र अति इति अपित् प्रत्ययः पुनः अत्र सम्प्रसारणस्य प्रसक्तिः नित्वद् भूत्वा, परन्तु यथा वयम् इदानीमेव दृष्टवन्तः अत्र सम्प्रसारणं न भवति, अतः यदा वयं पूर्वं दृष्टवन्तः इदानीम् अत्र प्रथमं सकारस्य लोपः न अत्र अति अस्ति, अतः किं भवति इत्युक्ते केवलं सन्धिकार्यमेव, अत्र सकार अनन्तरं चकारः अस्ति भूत्वा अत्र प्रथमं स्थुत्वम् अनन्तरं जष्ट्वं भूत्वा अत्र जकारद्वयं बाभ्रज् योगः इति बाभ्रज्यति इति रूपं भवति. अस्तु महोदय, धन्यवादः महोदय. विद्यापि किं करोति? नमस्ते महोदय. नमस्ते महोदय. महोदय बाभ्रज् योगः सि सि इति पित् प्रत्ययः तत्र तत्र पुनः स्कोः संयोगाद् योरन्ते च इत्यनेन तत्र सकारः गच्छति. सि इति प्रत्यय सकारः जली अस्ति. तर्हि इदानीं बाभ्रज् इति अस्ति. अनन्तरं तत्र वश्च व्रश्च सृज मृज यज राजभ्राज चशांशः इति सूत्रेण तत्र जकारस्य स्थाने शकार मूर्धन्य शकारादेशः पुनः जलीपरे बाभ्रश् योगः सि. इदानीं तत्र मूर्धन्यषकारस्य स्थाने ककारादेशः षोः कः सि इति सूत्रेण तत्र सकारे परे इति निमित्तमस्ति. तर्हि बाभ्रक् योगः सि. इदानीं तत्र बाभ्रक् तत्र ककारः कवर्गीयवर्णः इति कृत्वा तत्र आदेशप्रत्ययोः इति सूत्रेण तत्र सकारस्य षत्वं बाभ्रक्षि. अनन्तरं तत्र करीच इत्यनेन ककारस्य ककारादेशः बाभ्रक्षि इति रूपम्. अनन्तरं बाभ्रश्च योगः ईषि. अजादि अजादि पित् प्रत्ययः. तत्र किमपि विशेषकार्यं नास्ति, परन्तु तत्र सन्धिकार्यमस्ति. बाभ्रश्च इति अङ्गं यत्र अस्ति तत्र सन्धिकार्यं. तत्र सकारजकारः यथा पूर्वं तत्र प्रथमं सोहोश्चुनाश्चुः इत्यनेन श्रुत्वं सकारस्य तालविषकारः. अनन्तरं जष्ट्वं तालविषकारस्य स्थाने जकारः जलां जश्चषि इति कृत्वा बाभ्रजीषि इति भवति. अनन्तरं बाभ्रश्च योगः तः तत्र पुनः स्कोः संयोगाद्योरन्ते चेत् क्षम्यता भगिनी, विद्या भगिनी, तत् पुनः वदति वा? छत्वं जष्ट्वम् उक्तवती किल. हा, तत्र बाभ्रश्च इति अस्ति. बाभ्रश्च योगः ईषि इति अस्ति. तत्र बाभ्रश्च तत्र सकारजकारः अस्ति. तत्र तत्र जकारः च वर्गीयवर्णः अस्ति. तर्हि तत्र स्तोः शुनाश्चुः इत्यनेन च वर्गीयवर्णस्य प्रभावेन तत्र सकारस्य स्थाने तालविषकार आदेशः भवति प्रथमम्. अनन्तरम् इदानीं षकारः अनन्तरं जकारः इति अस्ति. तत्र जकारः यत् अस्ति तत्र जश्वर्णः जलां जश्चषि इति सूत्रेण जश्वनः वर्गस्य तृतीयवर्णः अपि च चतुर्थवर्णः. अत्र जकारः तृतीयवर्णः इति कृत्वा तत्र तालव्यषकारः षकारः अपि तालव्यवर्णः, च वर्गीयवर्णः अपि तालव्यवर्णः. तर्हि तत्र स्थानेन्तरतमः इत्यनेन तत्र च वर्गस्य तृतीयवर्णः जष्ट्वं. तर्हि तत्र सकारस्य तालव्यषकारस्य स्थाने जकार. तर्हि जकारः जकारः जकारद्वयं बाभ्रजीषि. हा, किन्तु यदा प्रत्ययः परे अस्ति तदा एव एतत् कार्यं सर्वं भवति वा? अपदान्ते अपि भवति. एतत्तु वर्णनिमित्तिककार्यम् अस्ति. तत्र स्तोषिणा अन्ते एव कर्तव्यम् इति अहं चिन्तयामि. किमर्थं धातुनिर्देशसमये एव न कृतम् इति? तत्रापि सकारः जकारः अस्ति इति कृत्वा कुत्रचित् तथा अस्ति. किमर्थम् इति न जानामि, कुत्रचित् अस्ति. परन्तु यदि ग्रहीज्या वै इति सूत्रं पश्यति चेत् तत्र तु बृजति इति एव अस्ति. तत्र तु श्रुत्वम् अपि च जष्ट्वं कृतं, परन्तु कुत्रचित् धातुः तत्र न कृतं. किमर्थम् इति न जानामि. ओ, प्रायः कानिचन सन्दर्भे सकारस्य लोपः भवति, अन्यसन्दर्भे सकारस्य लोपः न भवति इति कृत्वा. अत्र प्रायः महोदय, यदि वयं द्रक्ष्यामः कुत्रचित् जकारद्वयम् अस्ति, यथा वयम् इदानीमेव दृष्टवन्तः अत्र ईषि इति. अपि च कुत्रचित् अत्र जकारद्वयं न भवति, कुत्रचित् सकारस्य लोपः भवति. अतः एव प्रायः पाणिनिना अत्र धातोः जकारात् पूर्वं सकारः स्थापितमस्ति इति चिन्तयामि, नो चेत् तादृश रूपाणि न प्राप्तुं शक्नुमः. आम् आम् अस्तु, धन्यवादः. अनन्तरं बाब्रश्च योगः तः तत्र पुनः सो किं सरलभगिनी किमपि बाब्रश्च योगः तः इति अस्ति, तत्र पुनः स्कोः संयोगादि अर्थे च इत्यनेन सकारः गच्छति, तकारः जल् वर्णः. अनन्तरं तत्र बाब्रज् जकारस्य पुनः व्रश्च ब्रश्च इत्यनेन जकारस्य स्थाने मूर्धन्यषकारः बाब्रश्, बाब्रश् योगः तः. अनन्तरं तत्र सुनाष्टुः इत्यनेन तत्र षकारस्य प्रभावेन महाप्राणतकारस्य स्थाने ठकारः महाप्राणटकारः बाब्रष्टः. अनन्तरं पुनः तथैव तत्र बाब्रष्ट इति. धन्यवादः. नूतनः अस्ति वा अधुना मेलने? पुष्पा भगिनी अस्मि. नमस्कारः भगिनि. पुष्पा नमस्कारः भगिनि. किं भगिनि करोतु? अस्तु महोदय, अग्रे उत्तमपुरुषे मी इमि इति अस्ति, अत्र बाब्रश्च योगः मे इति स्थितिः. इदानीं मकारः झल् नास्ति, तर्हि सकारस्य लोपः न भवति. पित् अस्ति, विशिष्टकार्याणि किमपि न भवति इति परे इति, अतः अत्र केवलं मेलनमेव भवति इति मन्ये. तर्हि बाब्रस्ज्मि इत्येव भवति किल भगिनि? पुनः झलां स्थाने झषादेशः, तर्हि झकारः झकारः एव तिष्ठति इति कृत्वा बाब्रस्जि बाब्रस्ज्मि इति भवति. सकारस्य जकारः भवति खलु, तद् उक्तवती वा? ओहो, एकनिमिषं, न न न उक्तवती. बा ब्रज् ब्रज्मि इति इत्युक्ते जकारद्वयम् अस्ति तत्र, सकारस्य एकनिमिषं, सकारः न गच्छति परन्तु श्चुत्वं भवति तत्र, श्चुत्वेन शकारः भूत्वा तदनन्तरं जलां झषि इति भवति किल भगिनि? तत् तर्हि बा ब्रज्मि इति. तदनन्तरम् ईमि इति अस्ति, ईमि अजादि अजादिपित् अस्ति, विशिष्टकार्याणि न भवन्ति, अत्रापि तथैव भवति इत्युक्ते श्चुत्वं भूत्वा जष्त्वं भूत्वा जकारद्वयम् अपि च मेलनं. तर्हि अत्र शुत्वसन्धेः आवश्यकता अस्ति वा? केवलं जलां झषि इत्यनेन एव जकारः आयाति खलु? किं किं भगिनि? प्रथमं जलां झषन्ते, प्रथमं नास्ति किल, जलां झषन्ते नास्ति, जलां झषि प्रथमं कार्यं न करोति. वृष्टिः सर्वत्र भवति इति कृत्वा सूत्रसङ्ख्या श्रुत्वं भवति किल भगिनि? श्रुत्वम् आवश्यकता नास्ति खलु, परन्तु सकारस्य परे झकारः अस्ति इति कृत्वा प्रथमं तत्तु 8-4 प्रथमसूत्रम् तदनन्तरम् एव जलां झषि आगच्छति, अतः प्रथमं सकारस्य षकारः भूत्वा तदनन्तरमेव षकारस्य जश्वर्णः भवति इति कृत्वा बा प्रचीमि इति आगच्छति. तदनन्तरं व तु अत्र झलि नास्ति, तर्हि अत्रापि समानकार्याणि भूत्वा अबाब्रज्वः जकारद्वयं तिष्ठति. अत्र अत्रापि समानकार्यं बाब्रज्मः. धन्यवादः. प्रयत्नं करोमि. बाब्रज् योगः तु तत्र झल हलादि पित् अस्ति, अपि च झलादिः अस्ति इति कृत्वा स्कोः संयोगाद्यरन्त्य च इत्यनेन सकारस्य लोपः भवति. बाब्रज् योगः तु, इदानीं ब्रश्च ब्रज् इति सूत्रेण जकारस्य स्थाने मूर्धन्यषकारादेशः भवति. बाब्रश् योगः तु, ष्टुनाष्टुः इति सूत्रस्य प्रसक्तिः प्राप्तिः, अनेन प्रत्यये स्थितस्य तकारस्य टकारादेशः भवति. बाब्रष्टु इति रूपं भवति. अस्तु, इदानीम् ईतु इति अजादिपित् प्रत्ययः. अजादि इति कृत्वा सकारः बाब्रश्च इति इत्यस्य उपदास्थितस्य सकारस्य किमपि कार्यं न भवति. अजादिप्रत्ययः परे अस्ति इति कृत्वा बाब्रश्च बाब्रश्च योगः ईतु. तत्र इदानीं श्चुत्वम् अपि त अपि च जष्त्वं द्वयमपि भवति. श्चुत्वेन सकारस्य ताळव्यषकारादेशः, पुनः जष्त्वेन ताळव्यषकारस्य जकारादेशः भवति. अनेन बाब्रज्जीतु बाब्रज्जीतु इति भवति. भगिनी भगिनी अत्र अत्र ब्रश्च ब्रश्च कार्यं करोति न? तदुक्तवान् खलु महोदय, तेन एव जकारस्य षकारादेशः अत्र न भवति खलु, ईतु इत्यस्मिन् न भवतु अत्र. तद् महोदय उक्तवान् आसीत्, आमां तदुक्त्वा एव ब्रष्टु इति. अनेनैव बाब्रष्टु इति रूपं सिद्धम्. इदानीं बाब्रज् योगः तात्, तत् हलादि अपित् प्रत्ययः, अपि च झलादि प्रत्ययः इति कृत्वा प्रथमं सकारस्य स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः भवति झलि परे. बा ब्रज् योगः तात् इति स्थितौ तत्र ष्टुत्वसन्धिः भवितुम् अर्हति. अनेन ष्टुत्वं भूत्वा बा ब्रज् योगः तात् इति भवति. अपि च व्रश्च तत्पूर्वं प्रायः व्रश्च ब्रज्ज इति सूत्रेण बा ब्रश् मूर्धन्यषकारादेशः भवति. बा ब्रश् योगः तात्, इदानीं श्रुत्वसन्धि भूत्वा बा ब्रष्टात् इति अन्तिमरूपं भवति. एवमेव बा ब्रष्टाम् इति द्विवचने रूपं भवति. इदानीं बहुवचने बाब्रश्ज् योगः अतु, अत्र हलादिप्रत्ययः जलादिप्रत्ययः नास्ति इति कृत्वा सकारः तिष्ठति. बाब्रश्ज् योगः अतु इति स्थितौ तत्र श्चुत्वम् अपित अपि च जस्त्वं द्वयमपि कृत्वा बाब्रज् योगः अतु बाब्रज्जतु इति तत्र जकारद्वयं भवति. महोदय तत्र यत् एकवचने तात् इति आसीत् तत्र वा भ्रष्टात् इति उक्तवान् तत्र जलां जशोन्ते तदनन्तरं खरी च अपि करणीय तत्र रूपद्वयम् आगच्छति केवलं सूचनी सर्वदा वयं तद् विस्मरामः किं किमिति पूर्वं तदा वयम् अस्माभिः न कृतम् आसीत् खलु पदान्ते कार्यं करणीयम् इति पदान्तकार्यं रूपद्वयं किं भवति तादिति एकं रूपं जलां जशन्ति इति कृत्वा तकारस्य दकारः भवति तदनन्तरं बाबसाने इति कृत्वा दकारस्य पुनः तकारः भवति तर्हि रूपद्वयं तकारः तकारः तकारः इति प्रथमं तात् इति अस्ति अनन्तरं जलां दृशन्ते इति तात् भवति अनन्तरं अन्ते वावसानं भूत्वा तात् इति पुनः कृत्वा दकारः तदनन्तरं तकारः इति प्रथमं तात् इति अस्ति अनन्तरं जलां दृशन्ते इत्यनेन दकारः अस्ति अनन्तरं पुनः वावसान इत्यनेन तकारः तर्हि अन्तिमरूपं इति रूपद्वयं भगिनि रामचर्या अत्र ब्रश् इति धातुः तद् बरीब्रज् इति अपि रूपं भवति वा तदेव धातुः वा न बरीब्रश् इति भिन्न धातुः वृष्यति इति प्रायः मन्ये भगिनि भानुवासरे अस्माभिः क्षम्यतां बरीब्रज् जकारद्वयं किमर्थम् इत्युक्ते पूर्वतनकरपत्रं संख्या न जानामि तत्र अस्ति ब्रज् इति मूलधातुः श्रुत्वं जष्ट्वं च कृत्वा बरी ब्रज् इति रूपं प्राप्नोति इति यदा वयं हि इति धातुः अन्तिमकरपत्रम् इति चिन्तयामि धि इति धातुः कृतवन्तः किल पूजल्भ्योहेर्भिः इति चतुर्थ प्रायः चतुर्थ एव किमर्थम् एक एव रूपद्वयं प्राप्नोति वा अहं पश्यामि अत्र तु बाब्राज् इति कुत्र अहम् इति वदामि यदा स्कोः संयोगाद्योरन्ते च इति बरीब्रज् इति वा बरीब्रज् तत्र एक स्टार् अस्ति बाब्रज् इति यङ्गन्तरूपं कथं साधयामः तत्र तु ऋकारः नास्ति खलु तर्हि हलादिशेषः इत्यनेन बकारः एव भवति न इति मन्ये भगिनि महोदयं पृच्छामः प्रायः भानुवासरवर्गे ये आगच्छन्ति किञ्चित् पश्यन्ति वा तत्र किं चिन्तयामि इत्युक्ते यदि तत्र ब्रश् इति धातोः तत्र सम्प्रसारणं भवति तत्र एव तदा एव तत्र ऋकारः ब्रश् इति भवति इदानीं सम्प्रसारणं नास्ति तर्हि तत्र बरीब्रश् इति टैपो अस्ति इति चिन्तयामि तत्र तु बाब्रश् एव परिब्रज् इति भिन्नधातुः बरीब्रज् इति नास्ति तत्र बाब्रज् एव प्रायः तत्र मुद्रणदोषः अस्ति इति चिन्तयामि धन्यवादः भगिनि रामप्रिया भगिनी करोति वा उत्तमपुरुषः किल आनि आव आम इति लोट्लकारे बाब्रस्योगः आनि अजादि पित् अस्ति भवति वा न भवति ओ क्षम्यता बाब्रस्योगः हि इति मध्यमपुरुष एकवचने तत्र हि इति हलादि अपित् अस्ति सार्वधातुकम् अपि निति च इति सूत्रेण गुणनिषेधः बाब्रज् योगः हि इदानीं कूजल्व्यो हेर्दिः इति सूत्रेण बाब्रज् योगः दि हि स्थाने हि आदेशः कोः संयोगाद्योरन्ते च इति सूत्रेण सकारस्य लोपः बाब्रज् योगः दि रश्च भ्रश्च सृजमज इति चषांशः इति सूत्रेण बाब्रश् योगः दि तुनाष्टुः इति सूत्रेण बाब्रश् योगः टि जलां जश् जशि इति सूत्रेण बाब्रड्डि इति रूपम् अनन्तरं द्विवचने क्षम्यतां तात् इति अस्ति तात् तु यदा वयं पूर्वं कृतवन्तः तदपि अपित् अस्ति बाब्रश् योगः तात् योगः तात् किं भवति क्षम्यतां बाब्रष्टात् इति भवति किल भ्रष्टात् द्विवचने तम् इति हलादि अपित् अस्ति तदपि बाब्रष्टम् भगिनि तत्र भृजि इति एक धातु अस्ति भगिनि तत्र यथा भगिनी उक्तवती तत्र बरीभृज् इति रूपम् आयाति यत्र ब्रश्च इति महोदयेन अत्र स्टार् इति कृत्वा उक्तवान् ब्रज् इति धातुः इति तत्र प्रायः यथा विद्या भगिन्या उक्तं ब्रुवत् इति अस्ति चेत् बरी ऋक् आगमः ऋकारः भगिनी एकवारं वदतु मध्यम पुरुष सि सर्वे एकसमये विद्या भगिनी बाब्रश् योगः हि सार्वधातुकमपि ङिति च इति सूत्रेण हि सार्वधातुकं अहं तु सि सि सि कृते पश्यामि तत्तु न समीचीनं नास्ति तथैव पृच्छामि धन्यवादः किञ्चित् शीघ्रं कुर्मः समयः सरला बाब्रस् योग आनि आनि अजादि पित् अस्ति तस्य गुणकार्यं न भवति बाब्रश्च इति तत्र केवलं वनं रूपं सन्ति भवति स्तोष्णष्टुः इति कारणेन सकारस्य तालव्यशकारं भवति जलाञ्चषि इति सूत्रेण शकारस्य सनिचकारः आगच्छति बाब्रज् योग आनि वर्णमिलं बाब्रज् जानि इति भवति तथैव भाब्रजाव भाब्रजाम इति भवति अस्तु भगिनि धन्यवादः मणिमोहन् महोदय अत्र लङ्लकारे बाब्रज् अत्र पूर्वम् अल्याभ्योः दीर्घात् इति सुदिशा पृक्तम् इति सूत्रेण तकारः लोपो भवति पूर्वम् अकारः अपि आगच्छति बाब्रज् बाब्रज् इति रूपम् अत्र स्तोः संयोगान्तस्य इति सूत्रेण चकारः लोपो भवति अबाब्रज् इति रूपं जलां चषन्ति इति सूत्रेण बाब्रज् एव तिष्ठति वावसाने इति सूत्रेण अबा ब्रज् इति रूपं भवति महोदय अत्र वृषभृष इत्यस्य कार्यमस्ति खलु आं महोदय क्षम्यता महोदय तदपि भवितुमर्हति आम् आम् आं तत् प्रभाते विशिष्टसूत्रेण वृक्षभृज इति सूत्रेण शः जकारस्य स्थाने मुदनिशकारः आदेशः अबाब्रश् देन् वावसाने इति सूत्रेण अबाब्रेड् आं महोदय अनन्तरम् अबा अबा ब्रेड् इति रूपं जलं दृशन्ति इति सूत्रेण अबा ब्रेड् देन् वावसाने इति सूत्रेण अबा ब्रेड् वदामि वा अबाब्रज् इति रूपम् अबाब्रज् युः ईत् ईत् इस् अच् अजाजपित् अतः तस्य पूर्वं अबाब्रज् शकारस्य स्थाने शुद्धं भवति अनन्तरं जलं दशसि इति सूत्रेण अत्र जकारः अबाब्रज् योग ईत् अबाब्रजीत् इति रूपं भवति महोदय अनन्तरं ताम् अबाब्रज् योः ताम् अत्र चोः संयोः अन्तस्य इति सूत्रेण शकारः लोपः भवति अनन्तरं ब्रज् वृक्षभृच्छ चषां शः इति सूत्रेण शकारः मूर्धनिशकारः आगच्छति अन् अबा ब्रज् देन् सुनास्तुः इति सूत्रेण टकारः भवति अत्र टाम् मध्ये टाम् इति रूपम् अबा ब्रश् टाम् इति रूपं भवति महोदय अग्रिम ओहु अस्ति अत्र अपित् अजादि अपित् अतः अत्र शकारस्य स्थाने शुत्वं भवति अनन्तरं जस्वं भवति अबा ब्रज्युः इति रूपम् अन्य अन्तिमरूपं भवति महोदय अबा ब्रज्युः धन्यवादः भगिनी अत्र जूसि च कथं कार्यं करोति तत् जूसि च इति अकारः अस्ति चेत् एव जूसि च क्षम्यताम् अत्र इक् वर्णः अस्ति चेत् एव जूसि च कार्यं करोति खलु इक् वर्णः जूसि च गुणकार्यस्य पूर्वे पूर्वे इक् वर्णः अस्ति चेत् एतत्तु हलन्तधातुः अस्ति जूसि च इति गुणकार्यं खलु इगन्तस्य गुणः भवति एतत्तु हलन्तधातुः अस्ति प्रसक्ति वदति वा पुष्पभगिनी अग्रे मध्यमपुरुष मध्यमपुरुष सकारः अबाब्रश्च योगः स अत्र सकारस्य किं करोति एकनिमिषं भगिनि तत्तु सकारस्य लोपः भवति सूत्रेण सकारः लोपः भवति एकनिमिष भगिनि वदामि. सकारस्य लोपः षट् न शलोकः न तत् सकारस्य लोपः तत्तु अत्र अबाब्रज् योगः सा अत्र आदेशप्रत्ययो सकारस्य लोपः अभवत् खलु प्रथममेव हल्याभ्यो दीर्घासु भगिनि प्रथममेव भगिनि प्रथममेव प्रत्ययस्य लोपः अभवत् खलु हल्याभ्य दीर्घासुतिथि अपृक्तं हल् इति षष्ठाध्याय अध्याये आगच्छति. तर्हि तद् प्रथमकार्यं प्रत्ययस्य लोपः भवति. अनन्तरमेव सोः संयोगाद्योरन्ते चेत् पदान्ते पदान्तकार्यं भवति. अधुना प्रत्ययस्य लोपः भवति इति कृत्वा प्रत्ययलोपे प्रत्यलक्षणम् इति कृत्वा पदसंज्ञा भूत्वा सोः संयोगाद्योरन्ते चेत् चकारस्य लोपः सकारस्य लोपः सकारस्य लोपः भवति. तत्तु चोहुकुः नास्ति. तत्तु जकारः चोहुकुः अस्ति. किमर्थं जल् अधुना जल्वर्णः एव नास्ति खलु लोपः अभवत् खलु तथैव न भवति. तत्तु आदेश अधुना ब्रश इत्यस्य कार्यं न भगिनि. जकारः जकारः अस्ति अस्ति अस्ति वृष्टवृष्ट इदानीम् अत्र न सूचयति भगिनि. अत्र वृष्टवृष्ट कार्यं भवति वा भवति खलु सिङ्गन्तेषु हल्सन्ति अत्र न सूचयति. हेमा भगिनि विद्या भगिनि अत्र वृष्टवृष्ट कार्यं करोति खलु पदान्ते व्रश्च ब्रश्च इति सूत्रं पदान्ते अपि कार्यं करोति तत्र अस्ति भगिनि. ब्रज् इति विशिष्टधातुः अस्ति त्यजतु न विशिष्टधातु न भगिनी भवती सूत्रं पश्यति चेत् ब्रश्च ब्रश् इति सूत्रं पश्यति चेत् तत्र ब्रश् इति धातु तस्मिन् सूत्रे अस्ति. ब्रश्च ब्रश्च इति अस्ति किल शकारः अस्ति. तत्तु मूर्धन्यशकारः शकारः योगः सकारः सकारः सकारः आदेश न आदेशप्रत्ययो न करोति. किमस्ति एतत् तद् करपत्रं सङ्ग्रहं मा पश्यतु किमर्थमिति चेत् अधुना पदान्तकार्यमस्ति. भगिनि सङ्ग्रहः दृष्ट्वा तद् करपत्रं दृष्ट्वा वदति तदर्थमेव अत्र क्लेशः भवति. पदान्तकार्यम् अधुना कर्तव्यं पदान्ते अस्ति खलु पदसंज्ञां कृत्वा समीचीनम् अस्ति. पदान्तकार्यं जलां दिशन्ति इति अनन्तरं जलां दिशन्ति इत्यनेन डकारः आयाति अनन्तरं वावसाने इत्यनेन तकारः तकारः अबाब्रड् अबाब्रड् इति रूपं तस्मात् पूर्वम् अत्र अबाब्रज् इति आसीत् खलु तस्मिन् समये किमर्थं संयोगान्तस्य लोपः इति किमर्थं जकारस्य लोपः न स्यात्? अत्र पूर्वे चकारः लोपः अस्ति न चकारस्य लोपः अभवत् अनन्तरमपि ओ आम् अनन्तरं संयोगः अस्ति खलु परे अस्ति अनन्तरम् किमस्ति अत्र किमस्ति इति अस्तु ईत् नो ईः अजादि पित् अस्ति तत्तु कोऽपि परिवर्तनं नास्ति सकारस्य न भ्रष्टभ्रष्टकार्यं न करोति जकारः आयाति केवलं जकारः आयाति जलां जकारः तत्तु बाब्रज् योगः ईः बाब्रजीः त्वं तु द्विवचने त्वं तु हलादि अपित् अस्ति तथैव तत्र चोषुडननासिके इत्यनेन अनुनासिकवर्णः नास्ति खलु तत्तु भ्रष्टभ्रष्ट कार्यं करोति प्रथमं चोः संयोगाद्योरन्ते अस्तु अस्तु चोः संयोगाद्यन्ते तत्तु सकारस्य लोपः तत्तु जकारस्य परिवर्तनं भ्रष्टभ्रष्ट इत्यनेन मूर्धन्यषकारः मूर्धन्यषकारप्रभावेन तकारस्य परिवर्तनं तकारः शृणाष्टुः तत्तु अबाभ्रष्टाम् इति अबाभ्रष्टं भ्रष्टम् इति आगच्छति भ्रष्टा इति बहुवचनं धन्यवादः पुनः सुब्रह्मण्यं भगिनि इदानीम् अत्र उत्तमपुरुषरूपाणि लङ्लकारे अत्र अबाभ्रज् योगः अम् अम् इति पित् अस्ति अजादिपित् गुणकार्यस्य निमित्तं धात्वाङ्गे नास्ति अतः इदानीमत्र अबाभ्रज् इत्यस्मिन् अत्र सकारः जकारः अतः प्रथमं श्चुत्वम् अनन्तरं जष्ट्वं भूत्वा अत्र जकारद्वयम् अनन्तरं वर्णमेलनम् अबाभ्रज्यम् इति भवति तथा एव अबाभ्रज्व अबाभ्रज्म बाब्रश्च तत्र विदिर्लिङ्गि सर्वे प्रत्ययाः हलादि अपित् अत्र किमपि विशिष्टाङ्गकार्यं नास्ति सम्प्रसारणमपि नास्ति अत्र तर्हि बाब्रश्च योगः यात् तत्र केवलं तत्र ब्रश्च इत्यस्मिन् सन्धिकार्यं श्रुत्वम् अनन्तरं जष्ट्वं तर्हि बाब्रज्यात् बाब्रज्यातां बाब्रज्युः बाब्रज्याः बाब्रज्यातं बाब्रज्यात बाब्रज्यां बाब्रज्याव बाब्रज्याम अग्रिमधातुः अपि अग्रिमधातुः अग्रिमधातुः अस्ति ज्या तर्हि तत्र जाज्या इति अङन्तधातुः ज्या इति सम्प्रसारिणी धातुः अस्ति ग्रहीज्या वै ग्रहीज्या तत्र द्वितीयधातुः तत्र इक् इति प्रत्ययेन एव तत्र धातुः निर्दिष्टः तर्हि तत्र सम्प्रसारणं भवति यत्र कित्नित् प्रत्ययः अस्ति यत्र सम्प्रसारणं भवति तत्र ज्या इत्यस्मिन् तत्र जकारस्य अनन्तरं यकारः अस्ति, तत्र ईग्यणः सम्प्रसारणम् इति सूत्रेण तत्र यकारस्य स्थाने इकारः भवति सम्प्रसारणसंज्ञकः वर्णः, तर्हि जा योगः ई योगः आ इति अस्ति। तदनन्तरं तत्र ई योगः आ दीर्घाकारः, तत्र सम्प्रसारणाच्च इति सूत्रेण इकारयोगः अकारः, तत्र पूर्वपरयोः पूर्वरूपेकादेशः, तर्हि तत्र जा योगः इ इति अवशिष्यते, तर्हि तत्र जाजि इति भवति। तदनन्तरं तत्र तत्र हलः इति सूत्रेण तत्र जकारः हल् वर्णः, अन्ते इकारः सम्प्रसारणसंज्ञकः वर्णः, तदेव अङ्गस्य अन्तिमवर्णः इति कृत्वा हलः इति सूत्रेण सम्प्रसारणसंज्ञकवर्णस्य दीर्घादेशः, तर्हि जाजि इति भवति। यत्र कित्नित् प्रत्ययः अस्ति तत्र सर्वत्र जाजि इति एव अङ्गं भवति। इदानीं तत्र जाज्या योगः ति इति पित् प्रत्ययः, तत्र किमपि विशिष्टकार्यं नास्ति, केवलं वर्णमेलनं जाज्याति। अनन्तरं जाज्या योगः इति अजादि पित् प्रत्ययः, अत्रापि किमपि विशिष्ट अङ्गकार्यं नास्ति, केवलं गुण वर्णनिमित्तिककार्यं सन्धिकार्यम्। आद्गुणः इत्यनेन गुणसन्धिः, तत्र जाज्येति। अनन्तरं तत्र जाज्यायोगः तः, तत्र सम्प्रसारणं भूत्वा जाजि इति भवति, जाजियोगः तः वर्णमेलनं जाजीतः। अनन्तरं तत्र जाजि पुनः जाजि तत्र जाज्यायोगः अति अजादि अपित् प्रत्ययः, तत्र पुनः सम्प्रसारणं दीर्घत्वं भूत्वा जाजीयोगः अति इति अस्ति। इदानीं तत्र तत्र सर्वप्रथमं तत्र इको यणचि इति सूत्रम् आगच्छति, परन्तु तत्सूत्रं प्रपाद्य तत्र अजादि अपित् प्रत्ययः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणस्य प्रसक्तिः, परन्तु तत्र सार्वधातुकम् अपित् निद्वत् इति कृत्वा तत्र नितीच इति सूत्रेण गुणनिषेधः, तर्हि तदनन्तरं तत्र अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इति सूत्रमागच्छति। तत्र जाजि इति इकारान्तधातुः, इकारान्तधातुरूपी अङ्गम्। अनन्तरं तत्र अचि अजादिप्रत्यये परे तत्र अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ इत्यस्य प्रसक्तिः, परन्तु तत् सूत्रं प्रबाद्य तत्र एरनेकाचो संयोगपूर्वस्य इति सूत्रं तस्य अपवादसूत्रम् अस्ति, तर्हि तत्सूत्रं वदति यत्र अनेकाच् धातुः अपि च ईकारान्त अङ्गम् अपि च तत्र असंयोगपूर्वः ईकारान्तधातुरूपि अङ्गम् अस्ति चेत् तत्र यणादेशः भवति, तर्हि अत्र जाजि इति अस्ति, तत्र ईकार दीर्घ ईकारात् प्राक् तत्र जकार अकारः अस्ति, तत्र संयोगः नास्ति इति कृत्वा असंयोगपूर्व दीर्घ ईकारः इति कृत्वा तत्र अचीपरे यणादेशः एरनेकाचो संयोगपूर्वस्य इत्यनेन, तर्हि अन्ततो गत्वा यणादेशः भूत्वा जाज्यति इति भवति। भगिनि, प्रक्रिया भवती ईमेल् पत्रेण प्रेषयति वा? अस्तु भगिनि, भवती तत्र महोदयस्य करपत्रम् अस्ति किल, तत्र महोदय एतत् सर्वं प्रदर्शितवान्, तत्र अहं प्रेषयितुं शक्नोमि, परन्तु भवत्याः सूचनार्थं तत्र ह्य भवती उक्तवती 07 इति अस्ति, रैट्? तत् कुत्र अस्ति इति तत्र 06 सार्वधातुकप्रकरणम् अनदन्तम् अङ्गम् इति अस्ति किल, 06 सार्वधातुकप्रकरणम् अनदन्तम् अङ्गं, तत्र तस्मिन् 07 तस्मिन् 7th अध्यायः सप्तमाध्यायः इकारान्तानाम् उकारान्तानां च अङ्गानाम् अजादि अपित्सु समग्रं चिन्तनं प्राप्तवती वा? इदानीं उद्घाटितवती, अहम् ईमेल् प्रेषयितुं शक्नोमि। अस्तु, धन्यवादः। भगिनि अहं किञ्चित् समयानन्तरं वदामि भगिनि अत्र किञ्चित् क्लेशः हा इदानीं जाज्यायोगः सि सि इति हलादि पित् इति कृत्वा प्रथमं पित् इति कृत्वा तत्र सम्प्रसारणकार्यं कार्याणि किमपि न भवति जाज्यायोगः सि तत्र केवलं वर्णमेलनमेव जाज्यासि इति भवति इदानीं जाज्यायोगः ईशि ईशि इति पित् इति कारणात् सम्प्रसारणे कारणानि किमपि न भवति जाज्या इत्येव अङ्गं तिष्ठति जाज्यायोगः ईशि तत्र आद्गुणः इत्यनेन गुणः भूत्वा जाज्येषि इति रूपं प्राप्नोति जाज्यायोगः तः अत्र अपित् इति कृत्वा सम्प्रसारणं सम्प्रसारणकार्याणि भवन्ति जाज्या इति धातौ स्थितस्य यकारस्य इकारादेशः सम्प्रसारणाच्च इत्यनेन एकपूर्वपरयोः एकादेशः अपि च हलः इत्यनेन दीर्घः भूत्वा जाजी इति अङ्गं जाजीयोगः तः जाजीथः अनन्तरं जाजीथ एवमेव धन्यवादः उत्तमपुरुषम् उत्तमपुरुषे इदानीं मी ईमि इति अस्ति जाज्यायोगः मी हलादिपित् अस्ति तत्र किमपि गुणकार्यं नास्ति पित् अस्ति अतः सम्प्रसारणकार्यमपि नास्ति जाज्यायोगः मी वर्णमेलनं जाज्यामि ईमि इति अस्ति तत्र तदपि पित् अस्ति सम्प्रसारणकार्यं नास्ति जाज्यायोगः ईमि तत्र आद्गुणः इति सूत्रेण गुणकार्यं भूत्वा जाज्येमि इति रूपं वः मह जाज्यायोगः वः एतत्तु सार्वधातुकं क्षम्यताम् अपित् अस्ति हलादि अपित् सार्वधातुकम् अपित् ङिति च इति सूत्रेण गुणनिषेधः सम्प्रसारणी धातुः अस्ति जाजी इति भवति किल प्रथमं जाजीयोगः वः जाजीयोगः वः जाजीवः जाजीमः धन्यवादः दीर्घमेव किल भगिनि आं खलु हलः इति सूत्रेण हलः जाजी एव तिष्ठ अङ्गं भगिनि हलसूत्रस्य निमित्तं किम् अस्ति अत्र हलपरे अस्ति वा हलपूर्वम् अस्ति हल्वर्णः पूर्व हल्वर्णः प्रथमं हल्वर्णः तदनन्तरं सम्प्रसारणसंज्ञकः वर्णः अत्र ईकारः सम्प्रसारणसंज्ञकः वर्णः तदेव अङ्गस्य अन्तिमवर्णः अपि भवेत् तदेव निमित्तं हल्वर्णः अनन्तरं सम्प्रसारणसंज्ञकः वर्णः सम्प्रसारणसंज्ञकः वर्णः अङ्गस्य अन्तिमवर्णः धन्यवादः अस्तु लोट्लकार जाज्यायोग तु हलादि पित् अस्ति अतः गुणकार्यस्य निमित्तं नास्ति जाजा योग तु तथैव तिष्ठति जाजा तु इतु अपि अजादि पित् अस्ति गुणकार्यं नास्ति आकार ईकारस्य आद्गुण इति सूत्रेण जाजेतु इति भवति तात् इति हलादि अपित् अस्ति ङित्वित् भूत्वा सम्प्रसारणकार्यं भवति ग्रहि जहै इति सूत्रेण यकारस्य स्थाने इकारः आगच्छति सम्प्रसारण च इति सूत्रेण आकारस्य लोपः भवति, जाजि भवति, हल् सूत्रेण जाजि भूत्वा जाजि योगतात् अस्ति, तात् भवति झल् प्रत्याहारे जाजितात् इदानीं किं कार्यं भवति झलि परे अजन्त अस्ति इति कृत्वा किमपि हल् हल् हलन्त जाजि योगतात् इति वर्णमेलनं भवति वर्णमेलनं अस्तु तथैव जाजितां मेलनमपि नास्ति केवल जाजितात् इति भवति तथैव जाजितां भवति जाजि अत्तु अपि अपित् अस्ति जाजि इति सम्प्रसारणं भूत्वा जाजि भवति जाजि योग अत्तु इदानीं दीर्घायणसन्धि भूत्वा जाजि अस्तु इति भवति अहं न जानामि सूत्रं किम् अस्ति प्रथमम् इको एनचि इत्यनेन एन्नादेशः विधीयते तद् प्रभाद्य किम् आसीत् अतिश्रुधातु ब्रुवान् योरिवङ्गौ इत्यनेन यङ् आदेशः भवेत् किन्तु तदपि प्रभाद्य एरनेकाचो इति एतत्तु अनेकाच् धातुः अस्ति इकारान्त अनेकाच् धातुः अस्ति असयोगपूर्व इकारः अस्ति इति कृत्वा पुनः यण् आदेशः एव विद्यते पठितव्यं भवति तदपि भगिनी उक्तवती तत्र भगिनी अत्र एकः प्रश्नः अस्ति वयं सर्वदा अत्र तात् इति अपित् इति वदामः परन्तु अत्र तातं भूत्वा अन्यत् भवति किल भगिनि साक्षात् निप्रत्ययः न तु अपित् इत्यस्य प्रसक्तिः नास्ति एव तस्मिन् अहं तद् सम्यक् न श्रुतवती धन्यवादः महोदय महोदय जाज्यायोः हि हलादि अपित् ततः सम्प्रसारणं भवति अत्र यकारस्य स्थाने इकारादेश जाजीत् रूपं हलः इत्यनेन दीर्घं भवति इकारः जाजी इति रूपं जाजीयोः हि अत्र इति रूपं वा महोदय अन्य अन्तिमरूपं जाजिः अनन्तरं तात् जाज्यायोः तात् अत्रापि सम्प्रसारणं भवति जाजि तात् इति रूपं हलः अतः दीर्घं भवति जाजिता जाजितं जाजित इति रूपं भवति महोदय धन्यवादः महोदय किं भगिनी अधुना चिन्ता वा आं भगिनि वदामि अत्र अग्रे आनि इति अस्ति उत्तमपुरुषे तर्हि अत्र सम्प्रसारणं भवति अजादि पित् अस्ति आनि इति पित् अस्ति इति कृत्वा न भवति एकनिमिषम् अत्र किं भवति अत्र तु प्रथमं सम्प्रसारणं भवति किल भगिनि न न भवति, केवलं वर्णमेलनमेव, केवलं संयोजनमेव, जाज्यानि जाज्यानि इति रूपं, तर्हि केवलं जाज्यानि अस्तु, अजादि पित् अस्ति इति कृत्वा कार्याणि नास्ति, अग्रे व इति अस्ति, व अपि झलि नास्ति इति कृत्वा अत्र आव भगिनि आव इति गतवती आव आम अत्रापि केवलं हेलनं जाज्याव जाज्याम तर्हि जाज्यानि जाज्याव जाज्याम एव रूपाणि भगिनी अत्र यथा जाज्यायोगः आनि अस्ति अत्र सन्धिकार्यं भवति वा अकः सबर्णे तावदेव खलु आम् अस्तु भगिनि इदानीमत्र लङ्लकारस्य कार्याणि भगिनि इदानीं ता इति सिद्धतिं प्रत्ययः अत्र लङ्लकारे प्रथमम् अत्र अडागमः अजाज्या योगः त इदानीमत्र अजाज्या ता इति पित् अस्ति अतः कोऽपि अतिदेशः नास्ति गुणस्य अपि निमित्तं नास्ति धातोः अतः अत्र केवलं वर्णमेलनमेव इदानीम् अजाज्यात् अत्र तकारः पदान्ते न न न भगिनि तकारः क्षम्यतां गतवर्गेपि एतदेव कृतवान् अहम् अत्र तकारः अपृक्त संज्ञकः प्रत्ययः अतः अत्र अजाज्यायोगः त अत्र हल्न्याभ्यो दीर्घासुतिस्य पृक्तं हल् इत्यनेन अत्र समीचीनं भगिनि मम एव भ्रमः हलन्तधातुः नास्ति अतः हल्नाभ्यो दीर्घासुतिस्य प्रोक्तं हल् इत्यस्य प्रसक्तिः नास्ति यथा मह्यम् अहं पूर्वमेव उक्तवान् अत्र केवलं वर्णमेलनमेव अजाज्यात् धन्यवादः भगिनि इदानीम् अत्र तकारः पदान्ते अस्ति भूत्वा अत्र झलां जशोन्ते इत्यनेन दकारः अजाज्यात् अनन्तरं वावसाने इत्यनेन अजाज्यात् अत्र रूपद्वयम् अधुना अनन्तरम् अत्र ईत् अपि अस्ति सिद्धतिं प्रत्ययः विकल्पेन अजाज्यायोगः ईत् पुनः अत्र आकारः अनन्तरम् ईकारः अतः आद्गुणः इत्यनेन पूर्वपरयोः एकः गुणादेशः भूत्वा अजाज्येत् इति भवति पुनः अत्र जलां जशोन्ते इत्यनेन अजाज्येद् वावसाने इत्यनेन अजाज्येत् अजाज्यायोगः इदानीम् अत्र ताम् अस्ति ताम् इति अत्र अपि प्रत्ययः भूत्वा अत्र अतिदेशः भवति नित् इति अपि च ज्या इति सम्प्रसारणधातुः सम्प्रसारिणधातुः भूत्वा अत्र सम्प्रसारणकार्यम् इत्युक्ते यकारस्य स्थाने इकारः अपि च सम्प्रसारणाच्च इत्यनेन इकारात् परः यः आकारः अस्ति तस्य लोपः अपगच्छति अजाजि योगः ताम् इदानीं हलः इत्यनेन अत्र हल् वर्णः जकारात् परः यः सम्प्रसारणवर्णः इकारः अस्ति तस्य दीर्घत्वं भवति अतः अजाजीयोगः ताम् अजाजी ताम् इति रूपं भवति अनन्तरम् अत्र महोदय, अत्र सम्प्रसारणाच्च यत् वयं वदामः तत्र पूर्वरूपादिश इति वदामः किल, तत्र न तु अपगच्छति इति. सम्प्रसारणाच्च इत्यनेन अत्र सम्प्रसारणात् परः यः पूर्वपरयोः पूर्वपरयोः स्थाने. धन्यवादः भगिनि. पूर्वपरयोः स्थाने अत्र पूर्वमेव आदेशः भवति, अतः अत्र इकारः एव. अजाजि योगः ताम्, इदानीं हलः इत्यनेन अजाजीताम् इति रूपं. धन्यवादः भगिनि. अजाज्या योगः उः, इदानीमत्र उः अपि उः इति अपित् प्रत्ययः, अतः पुनः सम्प्रसारणकार्यं सम्प्रसारणाच्च भूत्वा अत्र अजाजि योगः उः. इदानीम् अत्र अत्र अत्रापि हलः कार्यं करोति अजाज् अत्र हलः इति अत्रापि कार्यं करोति भगिनि. किमर्थम् इत्युक्ते अत्र जकारः पूर्वमस्ति हल् वर्णः, अनन्तरं सम्प्रसारणवर्णः इकारः अस्ति, अतः हलः इत्यनेन अत्र इकारस्य दीर्घत्वं भूत्वा अजाजी योगः उः. इदानीम् अत्र किं भवति इत्युक्ते अत्र जुसि च इत्यनेन अत्र इकारस्य गुणः भवति. किमर्थमित्युक्ते अत्र यः जुस् प्रत्ययः अस्ति स च प्रत्ययः अजादि प्रत्ययः. किमर्थमित्युक्ते अत्र उ इति अन्ततो गत्वा, अतः अत्र पूर्वं यः इकारः अस्ति तस्य गुणः भवति, अतः एकारः अजाज्ये योगः उः. इदानीमत्र एकारः उकारः, अतः एचोयवायावः इत्यनेन अत्र जुसि च इत्यनेन भगिनि एरनेकाचो इति तु अनन्तरं यदि अचु अक अत्र प्रत्ययः अजादि प्रत्ययः अचुवर्णः अस्ति चेदेव. एतत्तु जुसि च न, एतत्तु विशिष्टसूत्रमस्ति किल भगिनि, जुसि च इति. अत्र जुसि किं वदति इत्युक्ते जुस् अजादि जुस् प्रत्ययः परः अस्ति चेत् अत्र इकारस्य गुणः भवति इति जुसि च वदति. अत्र एव एतस्य सूत्रस्य कार्यं भवति किल, न तु एरणकाचो इत्यस्य असंयोगपूर्वस्य. अतः इदानीम् अत्र अजाजी योगः उः, जुसि च इत्यनेन अजाजे योगः उः, एकारः उकारः, अतः इदानीम् अत्र एचोयवायावः इत्यनेन एकारस्य स्थाने ऐ, अजाजै योगः उः, वर्णमेलनं भूत्वा अजाजयुः इति रूपं निष्पन्नं भवति. अजाज्या योगः पुनः स इति प्रत्ययः तत्र यथा पूर्वं हल्याभ्योगिर्गच्छतिस्य प्रत्यम् इत्यस्य प्रसक्तिः नास्ति, तर्हि तत्र केवलं वर्णमेलनम्. अनन्तरं तत्र पदान्ते सकारः अस्ति, तर्हि तत्र पदान्तसकारस्य ऋत्वं ससजिषोरुः इति सूत्रेण. अनन्तरं तत्र करवसानयोर्विसर्जनीयः इति सूत्रेण तत्र रु इत्यस्मिन् उकारः उकारस्य इच् संज्ञा भूत्वा तत्र रेपस्य पदान्तरेपस्य विसर्गादेशः करवसानयोर्विसर्जनीयः अवसानावस्थायां, तर्हि तत्र अजाज्याः इति भवति. अनन्तरं अजाज्या योगः ईः, तत्र अजादि अजादिपित् प्रत्ययः, तत्र किमपि वर्ण अङ्गकार्यं नास्ति, तत्र आद्गुणः इत्यनेन गुणसन्धिः अजाज्येः. अनन्तरम् अजाजी योगः तं, तत्र पुनः सम्प्रसारणं हलः सर्वं कृत्वा अजाजी योगः तं वर्णमेलनं अजाजीतम्. अनन्तरम् अजाजीत भगिनी तत्र अत्र भगिनी एकवारं वदतु समस्त सकारः ईकारः कथम् आगच्छति विद्या भगिनि एकवारं सम्पूर्ण कथम् आयाति तर्हि तत्र जाज्या इति अस्ति किल जाज्या इति धातुः न न सकारस्य कथं कथं तत्र अजाज्या अजाज्या योगः स इति अपृक्तसंज्ञकप्रत्ययः अस्ति अजाज्याः न तदेव वदामि भगिनि न न त्वं वदा सम्यक् न शृणोमि तथैव पुनः वदामि अजाज्या योगः स इति प्रत्ययः तत्र हल्याभ्य दीर्घात् इत्यस्य प्रसक्तिः नास्ति किमर्थम् इत्युक्ते अजाज्या इति सूत्रं नास्ति तत् पूर्णं एक तदेव वदामि शृणोतु भगिनि अजाज्या योगः स इति प्रत्ययः तत्र किमपि अङ्गकार्यं नास्ति केवलं वर्णमेलनम् अजाज्यास् इति अस्ति तत्र अन्ते सकारः अस्ति इदानीं तत्र पदम् अस्ति पदान्ते सकारः पदान्ते सकार ससजुषो रुः इत्यनेन तत्र सकारस्य स्थाने रुत्वं रु इति आगच्छति तत्र रु इत्यस्मिन् उकारः गच्छति इत्संज्ञा भूत्वा तत्र रेपः अस्ति इदानीम् अजाज्यार् इति अस्ति अन्ते रेपः तर्हि तत्र करवसानयोर्विसर्जनीयः इत्यनेन रेपस्य स्थाने विसर्गः तर्हि तत्र अजाज्याः अस्ति तत्र विद्या भगिनी शिपिधातोरुर्वा पदस्य इत्यस्य कार्यं तत्तु पदान्तसकारस्य एव अत्र तत्र पदान्तसकारस्य सिपि परे अत्र तु पदान्ते सकारः नास्ति किल अत्र अस्ति किल तत् सकार तु सिपि एव अस्ति धातो तत्र तत्र तु धातोः सकारः अस्ति अनन्तरं सिपि परे इति ओहोहोहो तर्हि सकारस्य लोपं भूत्वा पदान्तसंज्ञा अपि भवति चेत् तर्हि अस्तु अस्तु धन्यवादः क्षमा भगिनि अस्तु भगिनि अग्रे उत्तमपुरुषे अम् आव लङ्लकारः अस्ति अम् व म इति अजादि टिप् अस्ति पुष्पभगिनी म्यूट् करोति वा पुष्पभगिनी धन्यवादः क्षम्यता अत्र टिप् अस्ति अतः अत्र अपि केवलं अजाज्या योगः अकः सवर्णी दीर्घः कारणेन अत्र केवलं मेलनं भवति अजाज्याम् इति तदनन्तरं वकारः अस्ति अत्र सम्प्रसारणं भवति यकारस्य इकारः सम्प्रसारणाच्च इति कृत्वा तदनन्तरं हलः इति कृत्वा अजाजी इति भवति अजाजीयोगः व अजाजीव तथैव अजाजीम अजाज्याम् अजाजीव अजाजीम धन्यवादः हा तत्र सर्वत्र यकारादि अपित् प्रत्ययः अस्ति इति कृत्वा सम्प्रसारणस्य सम्प्रसारणं भवति सम्प्रसारणाच्च अपि च हलः इत्यनेन जाजी इति महोदय पूर्वम् उक्तवान् भवानेव उक्तवान् वा सुब्रह्मण्यं महोदय प्रायः उक्तवान् एतत् आतङ्क् अस्ति आतङ्क् साक्षात् नित् अस्ति तथा एव यासुट् अपि नित् अस्ति इति ओ इति कृत्वा तादृशं स्वीकार्यं नित् इति एव स्वीकार्यम् इति खलु आमाम् इति कृत्वा सम्प्रसारणकार्याणि भवन्ति. अनेन जाजी इति अङ्गं प्राप्नोति. इदानीं मेलनमेव जाजीयात् जाजीयातां जाजीयुः जाजीयाः जाजीयातं जाजीयात जाजीयां जाजीयाव जाजीयाम. अभवत् एतदेव ह्यः कृतः खलु कृतं तर्हि विरमामः तर्हि. धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः.